गीतासोपानवर्गं प्रति स्वागतम्। आदौ भगिन्या परिचितं सुभाषितं सम्पाठ्यते, सर्वे शृण्वन्तु। भगिनी पठतु। विद्या नाम नरस्य रूपमतिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न हि धनम् विद्या विहीनः पशुः। हरि ओम्। गुरुभ्यो नमः। साधु भगिनि, धन्यवादाः। गते वर्गे एका कथा आरब्धा, सा कथा महाभारते वर्तते। गतवर्गस्य महाभारतकथायाः पठनम् अद्यापि अनुवर्तनं क्रियते। महाभारतस्य कथायाः चिन्तनं कुर्वन्तः आस्म। कर्णस्य औदार्यम् अभिज्ञातुं, कर्णस्य उदारताम् अवगन्तुम् एषा कथा बहु प्रसिद्धा। सा कथा महाभारते अस्ति। एतावत्पर्यन्तम् अस्माभिः किं पठितं कथायाः प्रसङ्गे? एकदा श्रीकृष्णः पाण्डवान् द्रष्टुम् आगतवान्। श्रीकृष्णपाण्डवानां मध्ये तदा एकं सम्भाषणं प्राचलत्। सम्भाषणावसरे श्रीकृष्णः कर्णस्य औदार्यं प्रशस्तवान्। तदा अर्जुनः अपि तत्र आसीत्। भगवतः मुखतः यानि यानि प्रशंसावचनानि आगतानि तानि अर्जुनाय न अरोचत। इत्युक्ते अर्जुनः तानि प्रशंसावचनानि श्रोतुं न इष्टवान्। सः तदङ्गीकर्तुं, भगवतः वचनानि अङ्गीकर्तुं सः सिद्धः नास्ति। तस्य मनसि मालिन्यमस्ति अथवा नैर्मल्यं नास्ति। अतः अर्जुनः भगवतः वचनानि अङ्गीकर्तुं सिद्धः नास्ति इति कृत्वा अर्जुनः कृष्णं प्रति पृष्टवान्। अर्जुनः कृष्णम् उद्दिश्य पृष्टवान्, किं कृष्णः अर्जुनस्य सखा अथवा कृष्णः अर्जुनस्य मित्रमपि? अर्जुनः कृष्णं पृष्टवान्, किम् अस्मिन् भूमण्डले मम भ्रातुः धर्मराजस्य समः कोऽपि उदारः नास्ति इति मम मतम्। मम मतानुसारेण अस्मिन् भूमण्डले कोऽपि उदारः मम भ्रातुः समः नास्ति। मम मतानुसारेण एवम् अहं चिन्तयामि, किन्तु भवान् किम् उक्तवान्? कर्णस्य उदारतां प्रशस्तवान्, कर्णस्य उदारतायाः प्रशंसां कृतवान् भवान्, किमर्थम् एवं कृतवान् इति अर्जुनः कृष्णं पृष्टवान्। तदा कृष्णः प्रत्युत्तरं दत्तवान्। कथम् इत्युक्ते, भवतः जिज्ञासायाः निवारणार्थम् अहम् अवश्यं वदामि, किन्तु अद्य उचितसमयः नास्ति, अद्य तस्य अवसरः अपि नास्ति, अद्य समीचीनः समयः नास्ति। अन्यस्मिन् दिने वदिष्यामि, अन्यस्मिन् दिने तस्मिन् प्रसङ्गे वदिष्यामि, तेन भवतः अवगमनं जायते, अद्य मास्तु इति उक्त्वा सः कृष्णः ततः निर्गतवान्। पश्चात् किम् अभवत्? किञ्चित् कालानन्तरं कृष्णः अर्जुनम् आहूतवान्, अर्जुनस्य आह्वानं कृतवान्। तदा कृष्णः अर्जुनः तौ द्वौ अपि ब्राह्मणवेषं धृत्वा धर्मराजस्य राजभवनं गतवन्तौ। तदा महाराजः युधिष्ठिरः एतयोः ब्राह्मणयोः ब्राह्मणवेषधारिणौ एतौ द्वौ, सः एतत् न जानाति, महाराजः युधिष्ठिरः एतयोः ब्राह्मणयोः आतिथ्यं दत्तवान्। इत्युक्ते अर्घ्यपाद्यादिना सत्कारं कृत्वा तयोः आगमनस्य कारणं पृष्टवान्। तस्मिन् सन्दर्भे ब्राह्मणवेषधारी श्रीकृष्णः किम् उक्तवान्? हे राजन्, मम कृते कार्यं कर्तुं चन्दनकाष्ठानि आवश्यकानि। चन्दनकाष्ठानि तु शुष्काणि भवेयुः, शुष्काणि मम कृते आवश्यकानि। भवतां पार्श्वे शुष्कचन्दनकाष्ठानि सन्ति चेत् कृपया ददातु। अपि च किम् उक्तवान् सः? अंशभारं चन्दनकाष्ठानि काङ्क्षामि अथवा चन्दनकाष्ठानि इच्छामि अथवा वाञ्छामि। अंशभारम् इत्युक्ते स्कन्धे यावन्ति काष्ठानि ओढुं शक्नुवन्ति तावन्ति काष्ठानि इच्छामि, किन्तु शुष्काणि भवेयुः इति उक्त्वा कृष्णः एवं रीत्या याचनां कृत्वा उक्तवान्। इतोपि किम् अभवत्? तत्र ब्राह्मणवेषधारी श्रीकृष्णः एवं रीत्या धर्मराजं याचितवान्। तस्मिन् अवसरे ब्राह्मणवेषधारी अर्जुनः अपि तत्र आसीत् खलु, सः एतत् सर्वं पश्यन् आसीत्। शृण्वन् आसीत्। तदा धर्मराजस्य उत्तरं किं, धर्मराजेन किम् उक्तम् इति अद्य एकवारम् अवलोकयामः। धर्मराजस्य अन्यनाम अस्ति युधिष्ठिरः। युधिष्ठिरः इति पदस्य विषये किञ्चित् ज्ञातव्यम्। युधिष्ठिरः इति पदं समस्तपदमस्ति, अलुक् समासस्य कृते उत्तमम् उदाहरणम्। अलुक् समासे पूर्वपदस्य विभक्तेः लोपः न भवति। समासप्रसङ्गे अलुक् प्रकरणं नाम्ना एकं प्रकरणम् अस्ति। अलुक् प्रकरणं पश्यामश्चेत् तत्र समस्तपदेषु पूर्वपदस्य विभक्तिलोपः न भवति। लुक् इत्युक्ते लोपः, अलुक् इत्युक्ते लोपः न भवति, नञ्समासः अस्ति अलुक् इत्यस्मिन् पदे। साधारणतया समस्तपदेषु सुपोधातुप्रातिपदिकयोः इति सूत्रेण प्रातिपदिकस्य अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् भवति, किन्तु अलुक् प्रकरणे प्रातिपदिकस्य अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लोपः न भवति। युधिष्ठिरः इत्यस्मिन् पदे तदेव अभवत्। तत्र युद्ध इति प्रातिपदिकमस्ति, युद्ध इति पूर्वपदस्य प्रातिपदिकं। युद्धयोगः ञि कथम् उच्चारणीयं? ञि इति कथनेन कवर्गी अन्तिमव्यञ्जनमस्ति खलु, कख गघ ञ सः ञकारः अत्र उच्चारणीयम्। सप्तमी विभक्ति एकवचनप्रत्ययः ञि अस्ति, नि ओस् सुप् इति वदामः खलु, सप्तमी विभक्तिप्रत्ययाः नि ओस् सुप्, तत्र नि इति प्रत्ययः अस्ति, ञकारः अपि च इकारः, वर्णद्वयमस्ति सप्तमी विभक्ति एकवचनप्रत्ययः। तत्र लशक्वत धिते इति सूत्रेण ञकारस्य इत्संज्ञकः भवति, अपि च ञकारः अपगच्छति, तेन इ एव अवशिष्यते। युद्धयोगः इ युधि इति भवति, तत्र इ इति सप्तमी विभक्ति एकवचनप्रत्ययः यथावत् तिष्ठति। केन सूत्रेण? हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण तत्र सप्तमी विभक्ति एकवचनप्रत्ययस्य अलुक् भवति। हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण सप्तमी विभक्तिप्रत्ययस्य लोपः न भवति। हलदन्तात् इति कथनेन हलन्तात् अदन्तात् इति तत्र अर्थः अस्ति। युद्ध इति प्रातिपदिकं, हलन्तप्रातिपदिकम्, अपि च सूत्रे किमुक्तमस्ति? संज्ञायाम् इति उक्तमस्ति। अत्र युधिष्ठिरः इति संज्ञापदमस्ति, पदं संज्ञापदं भवेत्, अपि च हलन्तात् अदन्तात् एव एतादृशं कार्यं भवति इति अर्थः। हलदन्तात् उत्तरस्याः सप्तम्याः विभक्तेः लोपः न भवति, विभक्ति अलुक् भवति इति तत्र विषयः। तेन युधियोगः स्थिर इति रूपं तत्र अस्ति, युधियोगः स्थिर। पदं पश्यामश्चेत् युधिष्ठिरः, तत्र मूर्धन्यषकारः आगतः, कथम् इत्युक्ते तत्र एकम् अन्यत् सूत्रमस्ति, गवियुधिभ्यां स्थिरः, गवियुधिभ्यां स्थिरः इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिरः इति शब्दस्य सकारस्य मूर्धन्यषकारादेशः भवति, तेन युधिष्ठिरः इति रूपं सिध्यति। गवियुधिभ्यां स्थिरः इति सूत्रेण स्थिरः इत्यस्मिन् पदे आदौ यः सकारः दन्त्यसकारः अस्ति तस्य दन्त्यसकारस्य मूर्धन्यषकारादेशः अनेन सूत्रेण भवति, सकारस्य षत्वं भवति। एतत् सूत्रं पदद्वयस्य कृते एव कार्यं करोति। गविष्ठिरः इति एकं पदमस्ति, युधिष्ठिरः इति अन्यत् पदमस्ति। गविष्ठिरः इत्यस्मिन् पदे अपि सकारस्य षकारत्वं भवति, युधिष्ठिरः इत्यस्मिन् अपि अनेन सूत्रेण एव स्थिर इत्यस्मिन् पदे स्थितस्य सकारस्य षकारादेशः भवति। एवं रीत्या युधिष्ठिरः इति पदम् अलुक् समासस्य कृते उत्तमम् उदाहरणम्। गविष्ठिरः इति पदम् उक्तवती खलु, गोशब्दः अस्ति, गोशब्दस्य वाक् इति अर्थः अपि अस्ति इति अहं श्रुतवती। तदर्थं गविष्ठिरः इत्युक्ते वाक्शब्दस्य सप्तमी रूपं किं? वाचि, वाचि स्थिरः, यदा सः वदति सः स्थिरबुद्धेः प्रदर्शनं करोति इति। गविष्ठिरः इत्युक्ते वाचि स्थिरः इति वक्तुं शक्यते। एवमेव युधिष्ठिरः इत्युक्ते युद्धे स्थिरः। अहं किञ्चित् स्मारितवती भगिनी, सप्तमी एकवचन विभक्ति प्रत्ययः अस्ति, क ख ग घ ङ, प्रथमवर्गस्य ङकारमस्ति भगिनि, ञकारं नास्ति न? कवर्गी अन्तिमव्यञ्जनं ञकारः, ञि अस्ति, उच्चारणभेदः वदतु, कथम् उच्चारणीयं? इति वि पीपल् प्रणेद तत् साधु एव ञकारः ञि सप्तमी विभक्ति ञि ओस् सुप् इति सप्तमी विभक्ति प्रत्ययाः सन्ति कख ग घ ञ इति अस्ति ञि प्रत्ययस्य ञकारः लशक्वतधिते इत्यनेन अपगच्छति इ एव तत्र अवशिष्यते इत्युक्ते कवर्गीय अन्तिम अनुनासिक व्यञ्जनं तत्र उच्चारणीयम् केतकी भगिनी भवती आरम्भं करोतु द्वितीय अनुच्छेदात् अद्य पठेम तदा वर्षाकालः प्रावर्तत तस्मात् वदतु तदा वर्षाकालः प्रावर्तत अतः कुतश्चित् केनचित् प्रकारेण वा दारू आनीयते चेत् आर्द्र भविष्यति तथापि युधिष्ठिरः सेवकान् नगरं प्रेषितवान् ते सेवकाः सर्वत्र परिभ्रम्य न कुत्रापि शुष्कं चन्दनकाष्ठं प्राप्तवन्तः ततः धर्मराजः न्यवेदयत् इदानीं शुष्कं चन्दनकाष्ठं कुत्रापि नैव मिलति अन्यत् किमपि इच्छतः चेत् वदतां सहसा दास्यामि इति कृष्णः प्रत्यवदत् मास्तु शुष्कं चन्दनकाष्ठं नास्ति चेत् अन्यत् किमपि न अभिलाषामि ततः अर्जुनेन सह भगवान् श्रीकृष्णः तेनैव ब्राह्मणवेषेण कर्णस्य द्वारं प्राप्तवान् अनदवन् वदामि कण्टिन्यू तदा वर्षाकालः प्रावर्तत तस्मात् वदतु तदा वर्षाकालः प्रावर्तत अतः कुश्चित् केनचित् प्रकारेण वा दारू आनीयते चेत् आर्द्र भविष्यति तथापि युधिष्ठिरः सेवकान् नगरं प्रेषितवान् ते सेवकाः सर्वत्र परिभ्रम्य न कुत्रापि शुष्कं चन्दनकाष्ठं प्राप्तवन्तः भगिनी श्रूयते न शृण्वती अस्मि एकवारम् अत्र अवलोकयतु पूर्वस्मिन् परिच्छेदे एकं पदम् अस्ति हे राजन् शुष्कचन्दनदारूणाम् अंशभारं कामये इति लिखितमस्ति अत्र अंशभारम् इति पदमस्ति तत्र कोऽपि वदतु अंशभारम् इत्युक्ते वदतु भवती वदतु अंशं भारम् अहं मन्यते अंशं मीन्स् लिटल् वन् भारं हेवी हौ मच् ऐ केन् केरी देट् मच् गिव् मी अहं चिन्तयामि अंशः इत्युक्ते स्कन्धः स्कन्धभारम् कोऽपि वदतु स्कन्देन यत् ओढुं शक्यते तदेव स्कन्ध अंशभारम् अथवा स्कन्धभारम् इति अहं मन्ये उत्तमं तत्र प्रत्यभाषत इति पदमस्ति खलु पूर्वस्मिन् परिच्छेदे प्रत्यभाषत तत्र प्रतियोगः अभाषत भाषते इति आत्मनेपदमस्ति इति कृत्वा अभाषत इति लङ् रूपमस्ति अपि च पूर्वस्मिन् परिच्छेदे पश्यन्तु तत्र ब्राह्मण इति पदम् अस्ति ब्रह्मशब्दात् ब्राह्मण इति पदम् आगतम् इति मम चिन्तनं प्रत्यभाषत तत्र यण् सन्धिः अस्ति शुष्कचन्दनदारूणाम् अंशभारं कामये इति वाक्यं पश्यन्तु पूर्वस्मिन् परिच्छेदे हे राजन् शुष्कचन्दनदारूणाम् अंशभारं कामये इत्यस्मिन् वाक्ये वासुदेवन् महोदय अत्र राजन् इति पदस्य विषये वदतु पुल्लिङ्गशब्दं अत्र रूपं किम् अन्यत् राजन् राजानौ राजानौ राजानः अत्र राजन् सम्बोधनाप्रथम उत्तमं सम्बोधनाप्रथमरूपम् अस्ति शुष्क इति पदमस्ति खलु अत्र सम्बोधनप्रथमाविभक्तिः एव शुष्क इति पदमस्ति भवान् किं चिन्तयति शुष्क इति कीदृशं पदं मध्ये मध्ये मम नेट् छिन्नः भवति विच्छिन्नः भवति अरविन्द महोदय भवान् वदतु, अत्र शुष्क इति पदमस्ति, शुष्क इति पदं कीदृशं पदम्? शुष्क इति अकारान्त नपुंसकलिङ्गम् इति अहं चिन्तयामि, शुष्कम् इति. अत्र नपुंसकलिङ्गं किमर्थम् इति भवान् किं चिन्तयति? चन्दनं शुष्कं, चन्दनं शुष्कचन्दन इति समाहारद्वन्द्वम् अस्ति, अथवा शुष्करूपी चन्दनम् अपि भवितुमर्हति. अत्र दारु इति पदं नपुंसकलिङ्गपदम् अस्ति इति कृत्वा शुष्कं चन्दनं दारु, दारु इति नपुंसकलिङ्गपदम् अस्ति. वस्तुशब्दवत् उकारान्त नपुंसकलिङ्गपदम् अस्ति, दारु दारुणि दारूणि इति रूपाणि भवन्ति. शुष्कम् इति किमर्थं वक्तव्यं? दारु इति नपुंसकलिङ्गपदम् अस्ति इति कृत्वा शुष्कं चन्दनम् इति वक्तव्यं भवति. शुष्क इति पदं क्ताप्रत्ययान्तरूपम् अस्ति, शुष् धातोः रूपम् अस्ति. शुष् धातुतः क्ताप्रत्ययस्य योजनेन शुष्क इति रूपं सिद्ध्यति. विशिष्टसूत्राणि आवश्यकानि. तत्र चन्दनम् इत्यस्मिन् प्रसङ्गे किञ्चित् वदतु. चन्दनम् अपि चन्दनं वृक्षस्य नाम अस्ति. श्रीकण्ठ अपि अस्य अन्यनाम अस्ति. ओ अस्तु. अत्र चन्दनम् इति वृक्षविशेषः. किम् उक्तमस्ति? चन्दनदारु वयं श्रुतवन्तः खलु, देवदारु. एवमेव अत्र चन्दनदारु इति पदमस्ति. दारु इति नपुंसकलिङ्गपदं. शुष्कम् इत्युक्ते आतपादिना जलरहितं भवति चेत्. आतपः इत्युक्ते निर्जलम्. आतपः इत्युक्ते सनि. आतपादिना शुष्कं तप वदतु. तप तप इति हीट्. आतप मीन् फ्रम् वर्ड् द हीट् कम्स् राइट. उत्तमम्. आतपादिना जलरहितं भवति चेत् शुष्कम् इति वक्तव्यं भवति. दारु इत्यस्मिन् प्रसङ्गे शब्दकोशं दृष्टवती, अतः वदामि. दीर्यते अथवा विदीर्यते इति दारु. दारु इति पदस्य कृते अन्यानि पदानि सन्ति वा इति परिशीलयामश्चेत् काष्ठं. दारुपदमपि नपुंसी एव, काष्ठमपि नपुंसकलिङ्गपदमेव. दारु इत्यस्मिन् पदे अणत्वं भवति. बहुत्र इत्युक्ते सप्तसु विभक्तिषु बहुषु स्थलेषु दारु इत्यस्मिन् पदे अणत्वं दृश्यते, किन्तु काष्ठम् इत्यस्मिन् पदे अणत्वं न भवति. शोभा भगिनी वदतु किमर्थं? काष्ठम् इत्यत्र णत्वं वा भगिनि? काष्ठम् इत्यत्र अणत्वम्. अणत्वं किन्तु तत्र काष्ठम् इति अस्ति ठकारः. ओ अस्तु, ठकारः. तत्र धातुः स्था इति, स्था इत्यनेन एव किं पृष्टवती इत्युक्ते, एकवारं दारु दारुणि दारूणि नपुंसकलिङ्गपदमस्ति इति कृत्वा दारु दारुणि दारूणि एवं रीत्या द्वितीयाविभक्तेः रूपाणि अपि भवन्ति. दारुणा दारुभ्यां दारुभिः. दारुशब्दस्य प्रसङ्गे सप्तसु विभक्तिषु बहुषु स्थलेषु णत्वं दृश्यते. णत्वं किमर्थं तत्र भवति आदौ वदतु. अस्तु, दारुणि इति स्वीकुर्मः चेत् तत्र रेफस्य निमित्तं, रेफस्य निमित्तेन दारुणि इति पदम् आसीत् चेत् नकारस्य णत्वं भवति. रेफस्य अनन्तरं तत्र उकारः, अतः तत्र अट्कुप् वाङ् नुं वेवायेपि इत्यनेन भवितुम् अर्हति. किन्तु तत्र दारुणि इति सुबन्तप्रक्रियां भवति. तत्र सुप्रत्ययस्य दारुण् दारुणि सुप्रत्ययस्य योजनं भवति किल भगिनि? अत्र तु मम आशयः णत्वप्रसङ्गे एव, सुबन्धप्रक्रियायाः प्रसङ्गे नास्ति. भवती उक्तवती एव, तत्र मध्ये व्यवधानमस्ति चेदपि दारुणि इत्यस्मिन् रेफ दन्त्यनकारयोः मध्ये व्यवधानमस्ति चेदपि बाधकवर्णाः न सन्ति इति कृत्वा तत्र णत्वं भवति दारुशब्दस्य प्रसङ्गे. किन्तु काष्ठम् इति पदं परिशीलयामश्चेत् काष्ठम् इति कथनेन महाप्राणमूर्धन्यठकारः अस्ति. काष्ठं काष्ठे काष्ठानि किमर्थं तथा? तत्र मूर्धन्यषकारस्य निमित्तं तु अस्ति, किन्तु तत्र षकार नकारयोः मध्ये ठकारः आगच्छति, टवर्गीयव्यञ्जनम् अस्ति, अतः बाधा भवति. तत्र अट्कुप् वाङ् नुम् व्यवा एपि इत्यस्मिन् अट् प्रत्याहारस्थः स्थाः वर्णाः भवितुम् अर्हन्ति. कवर्गपवर्गीयवर्णाः, टवर्गीयवर्णाः न किं योजितं तत्र न दत्तं सूत्रे, अतः तत्र बाधा भवति इति कारणेन णत्वं न भवति तत्र. तदेव उत्तमम्. तत्र अंशभारः इति लिखितम् अस्ति. मम एकः प्रश्नः अस्ति भगिनि, दारुणे अत्र नकारस्य णत्वं प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रेण भवति. तत्र क्षी आगच्छति, क्षी इत्यस्य ई अस्ति, अत्र प्रक्रिया एव सूत्रेण भवति न प्रातिपदिकान्तनुं विभक्तिषु. सुबन्तप्रक्रियायाः प्रसङ्गे अहं न वदामि भगिनि. रूपसिद्धिः कथं भवति इति अन्या वार्ता. अत्र केवलं णत्वस्य प्रसङ्गे एव वदन्ती अस्मि. अपि च अत्र अंशभारम् इति पदमस्ति खलु. अंशः इत्युक्ते स्कन्धः इति पूर्वमेव उक्तमस्ति. एस् मच् वुड् एस् वन् केन् क्यारी आन् हिस् शोल्डर्स् इति तत्र अर्थः अस्ति अंशभारः. अंशभारः इति प्रथमाविभक्त्यन्तं पदमस्ति, किन्तु अत्र कर्मपदमस्ति अस्मिन् वाक्ये. अंशभारं कामये, कामये तत्र धातुः सकर्मकः अस्ति इति कृत्वा अंशभारम् इति कर्मपदमस्ति. इदं पदं समस्तपदम्. अंशे धृतः इति वाचस्पतिकं दत्तमस्ति. साधु. अंशभारः एकं पदम्, अंशे भारः इति पदमपि अस्ति. इत्युक्ते तस्मिन् पदे विभक्तिलोपः न भवति, किन्तु अर्थः समानः. अंशभारः, अंशे भारः इति पदद्वयम् अस्ति, द्वयोः अर्थः तु समानः. एवमेव शीर्षभारः, शीर्षे भारः इति पदद्वयमपि अस्ति. अपि च कामये इति पदमस्ति. कामये इति पदस्य प्रसङ्गे केतकी भगिनी वदतु, भवती यद् जानाति तद्वदतु. कामये चतुर्थी चतुर्थी विभक्ति भगिनी. काम अकारान्त अकारान्त शब्द न, देन् ऐ डोन्ट् नो भगिनी, क्षम्यता. चिन्ता मास्तु. वासुदेवन् महोदय वदतु कामये. भवती मम लैन् कदाचित् विच्छिन्ना भवति, न पूर्वं यद् उक्तवती तद् न श्रुतवान्. पुनः पृच्छामि, कामये इति पदमस्ति, कामये इति पदं दृष्ट्वा भवतः अवगमनं किं, कीदृशं पदं? कामये आत्मनेरूपति उत्तमवृक्षप्रथम एकवचनं कामये. उत्तमम्. एकवारं रूपाणि वदतु भगिनी. इच्छा कामये मतलब कामयते, कामयेते, कामयन्ति, कामयसे, कामयेथे, कामयद्वे, कामये, कामयामि, कामयावि, कामयाम, कामयावहे, कामयामहे इति चिन्तयामि. उत्तमम्. आत्मनेपदिरूपम् अस्ति. कामयते, कामयेते, कामयन्ते, कामयसे, कामयेथे, कामयद्वे, कामये, कामयावहे, कामयामहे. आत्मनेपदी लट् रूपाणि सन्ति. उत्तमपुरुष एकवचनरूपम् अस्ति कामये. अत्र कामये इति पदस्य प्रसङ्गे कोऽपि इतोपि वक्तुमिच्छति वा? गोमति किं भगिनि? काम् धातु. तदेव अहं वक्तुमिच्छामि. धातु अहं जानामि, कमु इति धातुः, कमु कान्तौ इति धातुः अस्ति, भ्वादिगणीयधातुः अस्ति, परन्तु तत् कथं कामयते इति अभवत् अहं न जानामि. तत्र दीर्घः कथम् आगच्छति किञ्चित् वक्तुमिच्छामि. तत्र रूपमस्ति कामये, यथा भगिन्या उक्तं कमु, कमु कान्तौ इति धातुः अस्ति, भुवादिगणीयधातुः. कमु इति कथनेन तत्र अनुनासिक उकारः अस्ति. तस्य अनुनासिक उकारस्य इत् संज्ञा उपदेशजनुनासिक इत् इति सूत्रेण भवति. तेन कम् इति रूपं तत्र लौकिकधातोः रूपं सिद्ध्यति. तत्र एकं विशिष्टं सूत्रं कार्यं करोति. कमेर्णिङ्ग् इति सूत्रमस्ति. कमेर्णिङ्ग् इति सूत्रेण णिङ् प्रत्ययः विहितः भवति. भुवादिगणे अयं कमु धातुः विशिष्टधातुः. कमेर्णिङ्ग् इति सूत्रेण णिङ् प्रत्ययः आदिष्टः भवति. तत्र कं योगः णिङ्, णिङ् इति कथनेन तत्र के के वर्णाः सन्ति इत्युक्ते मूर्धन्यणकारः, इकारः, अपि च कवर्गीय अन्तिमव्यञ्जनं ण्यकारः अस्ति. णिङ् इति कथनेन णकारः, इकारः, ण्यकारः अस्ति. णिङ् प्रत्ययः, अयं णिङ् प्रत्ययः कीदृशः? अयं णिङ् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः. यथा णिच् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः अस्ति, एवमेव अयं णिङ् प्रत्ययः अपि सनादिप्रत्ययेषु अन्यतमः. तेन किं भवति? कम् इति लौकिकधातुः अस्ति, णिङ् प्रत्ययं योजयामः. णिङ् इति कथनेन तत्र यः ण्यकारः अस्ति सः ण्यकारः हलन्त्यम् इत्यनेन अपगच्छति. आदौ यः मूर्धन्यणकारः अस्ति सः मूर्धन्यणकारः चुटु इति सूत्रेण अपगच्छति. णिच् प्रत्यये अपि णकारः चुटु सूत्रेण अपगच्छति, एवमेव अत्रापि णिङ् प्रत्यये अपि णकारः अपगच्छति. तेन तत्र ई अवशिष्यते. णिच् प्रत्यये अपि एवमेव ई इति प्रत्ययस्य रूपम् अवशिष्यते. तथा एव णिङ् प्रत्यये अपि ई इति रूपम् अनुबन्धलोपानन्तरम् अवशिष्यते. कं योगः ई इति रूपम् अस्ति. कमेर्णिङ् इति सूत्रेण एतत् अभवत्. तस्मात् परम् अत उपधायाः इति एकं सूत्रम् अस्ति. अत उपधायाः इति सूत्रेण अत्र वृद्धि आदेशः भवति. कं योगः ई इति रूपं तत्र अस्ति. कम् इति कथनेन तत्र मकारात् पूर्वम् अकारः अस्ति, इत्युक्ते उपधायां ह्रस्वाकारः अस्ति. धातौ उपधायां ह्रस्वाकारः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण वृद्धि आदेशः भूत्वा कम् काम् भवति. काम् योगः ई कामी. कामी इति अस्माभिः निर्मितः धातुः, आतिदेशिकधातुः. कामी इति नूतनधातुः. यथा णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति, तथा एव अत्र कमेर्णिङ् इति सूत्रेण नूतनधातोः निर्माणं भवति. आतिदेशिकधातुः कामी. कामी इति नूतनधातुतः कामयते इति आत्मनेपदरूपं सिद्ध्यति. उत्तमपुरुषे एकवचनरूपं दत्तमस्ति. आहत्य मम आशयः कः? अयं णिङ् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः. भुवादिगणीयविशिष्टधातुः अयं धातुः. द्वादश सनादिप्रत्ययेषु अयं प्रत्ययः अन्यतमः इति विषयः. द्वितीयपरिच्छेदस्य प्रथमं वाक्यं तदा वर्षाकालः प्रावर्तत इति लिखितमस्ति. गोमती भगिनी, भवती विवृणोतु. तदा वर्षाकालः प्रावर्तत. तदा तस्मिन् समये वर्षाकालः. वर्षाकालः इत्युक्ते वृष्टि यदा भवति तत्समये वर्षाकालः प्रावर्तत. प्रावर्तत प्रायोग लङ् अस्ति, अतः प्रायोग आयोग विसुधातु प्रावर्तत इति रूपं. लङ् अस्मिन् वाक्ये कर्मपदमस्ति वा? तदा नास्ति भगिनि. तदा किमर्थं नास्ति? द्वितीयविभक्तिम् अहं न पश्यामि. द्वितीयविभक्ति न पश्यामि. कर्ममस्ति चेत् द्वितीयविभक्तिः भवति न. अत्र किमर्थं नास्ति? मृतधातु अकर्मकः वा? अकर्मकधातुः. तिङन्तपदस्य प्रसङ्गे वदतु. तिङन्तपदं किम् अस्मिन् वाक्ये? वर्तते, वर्तेते, वर्तन्ते, वर्तसे, वर्तेथे, वर्तध्वे, वर्ते, वर्तावहे, वर्तामहे इति लट् रूपाणि. उत्तमम्. अत्र अवर्तत इति लङ् रूपं दत्तमस्ति. प्रा उपसर्गपूर्वकः अवर्तत, तत्र सन्धिकार्यं भूत्वा प्रावर्तत इति रूपं लङ् रूपं दत्तमस्ति खलु? अत्र अवर्तत इति वृत्तधातोः लङ् रूपं, किन्तु अत्र प्रा उपसर्गपूर्वकः वृत्तधातुतः लङ् रूपमेव प्रावर्तत. वृत्तधातुः अकर्मकः अस्ति इति कारणतः अत्र कर्मपदं नास्ति. वर्षाकालः इति भगिनी उक्तवती. वृष्टिः अन्यत् पदम्, अपि च प्रावृट् प्रावृट् इति पदमस्ति. प्रावृट् इत्युक्ते वृष्टिः. प्रावृट् इति नूतनं पदम्, अपि च वर्षाकालः प्रावर्तत इति तिङन्तपदं लिखितमस्ति, किन्तु कृदन्तपदं योजयित्वा वक्तुमिच्छामश्चेत् वर्षाकालः प्रवृत्तः, प्रवृत्तः इति पदमपि साधु. प्रवृत्तः इति कीदृशं पदं वदतु? उत्तमं, क्ताप्रत्ययान्तपदं, क्तान्तरूपम् अस्ति. प्रवृत्तः, प्रवृत्तः इति पदमपि तत्र योजयितुं शक्नुमः. अस्माकं विवक्षानुगुणं वाक्यस्य परिवर्तनं कर्तुं शक्नुमः. अस्मिन् वाक्ये तिङन्तपदं योजितमस्ति, किन्तु केवलं कृदन्तपदमेव योजयित्वा वक्तुमिच्छामश्चेत् वर्षाकालः प्रवृत्तः इति साधु. प्रवृत्तः इति पदं क्तान्तरूपम्, अणिजन्तरूपम्. णिजन्तरूपं वक्तुमिच्छामश्चेत् प्रवर्तितः, प्रवर्तितः इति पदं भिन्नं, प्रवृत्तः इति पदं भिन्नं. प्रवर्तित इति पदं णिजन्तयुक्तं पदम्. द्वितीयं वाक्यं वदतु. अतः कुतश्चित् केनचित् प्रकारेण, अतः कुतश्चित् केनचित् प्रकारेण वा दारु आनीयते चेत् आर्द्रं भविष्यति. अतः अस्मात् कारणेन वर्षकालः अस्ति, अतः कुतश्चित् केनचित् प्रकारेण, कुतश्चित् संवयं सम्भव दारु आनीयते चेत्, दारु आनीयते चेत् आर्द्रं भविष्यति. आर्द्रम् इत्युक्ते जलयुक्तं भविष्यति. वर्षकालः अस्ति, अतः दारु आर्द्रमेव भवति. अतः अत्र उक्तम् अतः इत्युक्ते तद् अव्ययमस्ति. कुतश्चित् अपि अव्ययं, केनचित् अपि अव्ययं. प्रकारेण इत्युक्ते तृतीयविभक्ति अस्ति. प्रकार इति शब्दस्य वा इति तु अव्ययं. दारु नपुंसकरूपं, दारु प्रथमा विभक्ति एकवचनम्. आनीयते, आनीयते, आ उपसर्गपूर्वकः धातोः न भगिनि, भवत्याः दूरवाण्यां किञ्चित् ध्वनिः अस्ति भगिनि, इदानीम् अधुना सम्यक्, अधुना सम्यक्. किञ्चित् वदामि. अत्र पश्यन्तु, केनचित् कुतश्चित् इत्यादीनि पदानि वयं जानीमः एव. अनिश्चितार्थे, अनिश्चितार्थे चित् अथवा चन अनयोः प्रयोगः भवति. केनचित् इत्यस्मिन् सन्धिकार्यं नास्ति, किन्तु कुतश्चित् इत्यस्मिन् सन्धिकार्यम् अस्ति. कुतः योगः चित्, कुतः इति पञ्चम्यन्तं पदमस्ति. कुतः योगः चित् तत्र विसर्गसन्धिः भवति. चित् इत्यस्मिन् आदौ यः चकारः अस्ति, सः चकारः खर् वर्णः अस्ति, खर् प्रत्याहारस्थवर्णः इति कृत्वा विसर्जनीयस्य सः खरी काखपाप्येतु विसर्गः इति प्रथमं भाट्टसूत्रं तत्र कार्यं करोति. तेन विसर्गस्य सकारः आयाति, पश्चात् स्चुत्वमपि भवति इति एकः विषयः. प्रकारेण तत्रापि अणत्वं भवति. दारु इति पदं नपुंसकलिङ्गपदम् अस्ति इति कृत्वा तत्र आर्द्रं, दारु आर्द्रं भविष्यति. आनीयते इति पदमस्ति, तत्र नी धातुः अस्ति. आ उपसर्गपूर्वकः नी धातुतः यक् प्रत्ययस्य योजनेन आनीयते इति रूपं सिद्ध्यति. इत्युक्ते कर्मणि लट् रूपं, नीयते इति कर्मणि लट् रूपं. नी इति धातुः, पश्चात् यक् इति प्रत्ययः, सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः आयाति. अपि च कर्मणि लट् रूपाणि आत्मनेपदिवत् भवन्ति इति कृत्वा नीयते इति कर्मणि लट् रूपं, किन्तु नयति इति कर्तरी लट् रूपम्. अत्र किं पदं दत्तमस्ति? आनीयते. आ उपसर्गपूर्वकः नी धातुतः यक् प्रत्ययस्य योजनेन निर्मितं पदम् आनीयते. दारु आर्द्रं भविष्यति. भविष्यति पदस्य प्रसङ्गे वदतु. भविष्यति इति लट् रूपम् अस्ति. भूधातुः, भूधातु इति प्रथमं, तत्र सार्वधातुकप्रत्ययः नास्ति स्या, अतः विकर्णप्रत्ययः न आगच्छति. स्या अर्थधातुकमस्ति. आर्थधातुकम् अस्ति चेदपि भू इत्यस्य गुणः भवति सार्वधातुकार्थधातुकयोः, अतः भूयोगः भो भवति, भो अधिकं स्याचोयवायावः भो योगस्य अस्ति न लृट् लकारः आर्धधातुकलकारः, आर्धधातुकलकारः अस्ति इति कृत्वा इडागमचिन्तनं भवति, अत्र इडागमः भवति, प्रत्ययस्य इडागमः भवति कृत्वा भूयोगः इष्यति इति रूपम् अस्ति. भूयोगः इष्यति दशायां स्या इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति इति कृत्वा सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा भू भो भवति. इष्यति इति रूपं योजनीयम्. भोयोगः इष्यति इति तत्र स्थितिः अस्ति. वदतु. आं भगिनि, भोयोगः इष्यति अस्ति. ई तु बाधकवर्णं नास्ति. किमर्थं चेत् ई प्रत्ययः ई इडागम आगम एड तत् प्रत्ययस्य अवयव एत एव कार्यं करोति. अतः इष्यति इति आर्थधातुकप्रत्ययः एव, अतः भू हो भवति, भो अनन्तरं सन्धिकार्यं भवति भगिनि. भोयोगः इ भोयोगः इ एषु वयम् षकारस्य षकारं भवति. सूत्रं जानामि, परन्तु सकारस्य षकारं भवति एव भविष्यति इति. इष्यति कथम् इष्यति भवति आदेशप्रत्ययोः इति सूत्रेण. आम् आं भगिनि, आदेशप्रत्ययोः उत्तम. आहत्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति. यचोयवायावः इति सूत्रेण औ ओकारस्य स्थाने औ आदेशः भवति. पश्चात् आदेशप्रत्ययोः इत्यनेन सकारस्य षत्वं भवति. भूधातुतः लृट् लकाररूपं भविष्यति इति रूपं तत्र सिद्ध्यति. अत्र इतोपि किं ज्ञातव्यम्? आनीयते चेत् इति लिखितमस्ति. चेत् इति पदस्य प्रयोगः साधु, अथवा यदि तर्हि प्रयोगः साधु, चेत् तर्हि प्रयोगः अपि साधु. यदि दारु आनीयते तर्हि आर्द्रं भविष्यति, वाक्यं साधु. नो चेत् दारु आनीयते चेत् आर्द्रं भविष्यति, वाक्यं साधु. दारु आनीयते चेत् तर्हि आर्द्रं भविष्यति, इदमेव वाक्यं त्रिधा भवितुमर्हति. वाक्यत्रयं लेखितुं शक्नुमः. यदि तर्हि एकं रूपं, चेत् तर्हि साधुवाक्यं भवति, अपि च केवलं चेत् इति एव वक्तुं शक्यते. त्रिधा इदं वाक्यं भवितुमर्हति. अपि च दारुशब्दस्य प्रसङ्गे बहुत्र अणत्वं भवति इति अहम् उक्तवती. दारुणि दारूणि तत्र अस्ति. तृतीयाविभक्त्याम् अपि दारुणा इति एकवचनरूपम् अस्ति. चतुर्थीरूपं दारुणे, पञ्चमी दारुणः, षष्ठी दारुणः, सप्तमी दारुणि. ह्रस्व इकारान्तरूपम् अस्ति दारुणि इति रूपं. दारुषु तत्र मूर्धन्यषकारः आयाति. अपि च दारुणाम् इति षष्ठी बहुवचनरूपम् अस्ति, तत्रापि अणत्वं भविष्यति इति विषयः. अग्रिमं वाक्यं शोभा भगिनी भवती वदतु. तत्र एकनिमिषं क्षमतां, कुत्र स्तः भगिनि, कुत्र स्मः? तथापि युधिष्ठिरः सेवकान् नगरं प्रेषितवान्. द्वितीयपरिच्छेद ततः एकदा कृष्णः अस्ति, तत्र तृतीयवाक्यं किल महाराजः. अस्तु, अन्तिमवाक्यं तृतीयवाक्यम् अन्य कोऽपि पठतु, पठ्यात् भगिनि, क्षम्यतां. भूमा भगिनी भवती वदतु. तथापि युधिष्ठिरः सेवकान् नगरं प्रेषितवान्. तथापि तथा अपि, तथापि युधिष्ठिरः भवती उक्तवती युधिष्ठिरः कृते सेवकान् सेवकः अकारान्तपुल्लिङ्गः सेवकान् तृतीयाविभक्ति सेवकान् द्वितीयाविभक्ति द्वितीयाविभक्ति प्रेषितवान् ईषितवान् न न प्रेषधातुः प्रेषधातु सकर्मक सेवकान् नगरं सेवकान् प्रथमाविभक्तिम् अस्मिन् वाक्ये कर्मपदद्वयम् अस्ति केचन धातवः द्विकर्मकधातवः अस्मिन् वाक्ये सेवकान् इति पदमपि कर्मपदं नगरमपि कर्मपदमेव कर्मपदमेव द्वितीयाविभक्ति प्रेषितु प्रेषितवान् त्वान्त रूपं तथापि इति पदं लिखितमस्ति यद्यपि तथापि इति यद्यपि तथापि योजयित्वा वदतु यद्यपि दारु आर्द्रं भविष्यति तत्र तदपि वा तथापि युधिष्ठिरः सेवकान् नगरं प्रेषितवान् अस्मिन् वाक्ये यद्यपि इति न लिखितमस्ति किन्तु पूर्वस्मिन् वाक्ये सर्वम् उक्तम् अस्ति इति कारणतः तथापि युधिष्ठिरः सेवकान् नगरं प्रेषितवान् इति सेवकान् द्वितीया बहुवचनरूपम् अस्ति अस्मिन् वाक्ये कर्मपदद्वयम् अस्ति अपि च प्रेषरु इति एकः धातुः धातौ अनुनासिकरूकारः अस्ति सः अनुनासिकरूकारः उपदेशजनुनासिक इति सूत्रेण अपगच्छति तेन प्रेष् इति लौकिकधातोः रूपं तत्र अस्ति गतौ इत्यस्मिन् अर्थे अयं धातुः अस्ति अपि च भवती किं पृष्टवती लङ् रूपं वक्तव्यं लङ् रूपं प्रेक्षः आत्मनेपदी धातुः अस्ति इति भाति आत्मनेपदी धातुः अस्ति चेत् अप्रेषत इति भवति किमर्थं चेत् सेवते अस्ति चेत् असेवत भवति खलु तथा एव आत्मनेपदीरूपम् अस्ति चेत् लङ् रूपम् अभाषत इव धातुः आत्मनेपदी धातुः अस्ति इति कारणतः अप्रेषत इति रूपं भवितुमर्हति अग्रिमं वाक्यं करोतु ते सेवकाः सर्वत्र परिभ्रम्य न कुत्रापि शुष्कं चन्दनकाष्ठं प्राप्तवन्तः ते सेवकाः युधिष्ठिरेण प्रेषिताः सेवकाः सर्वत्र षष्टि सप्तमी विभक्त्य सर्वत्र इति सप्तम्यर्थे एव भवति तत्र त्रल् इति एकः प्रत्ययः अस्ति एतादृशानि पदानि कानिचन पदानि सन्ति एकत्र अन्यत्र सर्वत्र ईदृशानि पदानि सप्तम्यर्थे एव त्रल् इति एकः प्रत्ययः अस्ति सप्तम्यर्थे अस्य प्रयोगः भवति सर्वत्र इत्युक्ते सर्वस्मिन् देशे इति अपि च परिभ्रम्य ल्यबन्तम् परि उपसर्ग अस्ति उत्तमं भ्रम धातु अहं न जानामि तदेव भ्रमुचलने धातुः अस्ति अत्र ल्यबन्तरूपं दत्तमस्ति परिभ्रम्य इति ल्यबन्तरूपम् अस्ति किन्तु वयं णिजन्तरूपं वक्तुमिच्छामश्चेत् परिभ्राम्य इति किन्तु अत्र अणिजन्तं रूपं दत्तमस्ति सेवकाः सर्वत्र परिभ्रम्य न कुत्रापि शुष्कं चन्दनकाष्ठं प्राप्तवन्तः सेवकाः न प्राप्तवन्तः सर्वत्र अयं विषयः स्मर्तव्यः इत्युक्ते वाक्ये न इति पदं श्रूयते चेत् न इति पदस्य अन्वयः सर्वदा क्रियापदेन सह भवति अत्र प्राप्तवन्तः इति पदं क्रियापदम् इव कार्यं करोति इति कृत्वा प्राप्तवन्तः इति पदं कृदन्तपदमस्ति कृदन्तपदमस्ति चेदपि क्रियापदम् इव कार्यं करोति इति कृत्वा न इति पदस्य अन्वयः सर्वदा क्रियापदेन सह एव भवति न इति पदं कुत्रापि भवेत् वाक्ये किन्तु तस्य अन्वयः तु क्रियापदेन सह एव भवति ते सेवकाः न प्राप्तवन्तः किं न प्राप्तवन्तः शुष्कं चन्दनकाष्ठं न प्राप्तवन्तः उत्तमं प्राप्तवन्तः इत्यस्मिन् स्थाने लङ् रूपमेव योजयितुम् इच्छामश्चेत् अप्राप्तवत् किं वक्तव्यम् आप्नुवन् आप्नुवन् इति बहुवचनरूपं भवितुमर्हति. आप् धातुतः लङ् रूपं वक्तुमिच्छामश्चेत् आप्नुवन् इति रूपं सिद्ध्यति, किन्तु प्रा उपसर्गस्य योजनेन प्राप्नुवन् प्राप्नुवन् कृदन्तपदस्य स्थाने लङ् रूपं योजयितुमिच्छामश्चेत् प्राप्नुवन् न प्राप्नुवन्. अग्रे करोतु. ततः धर्मराजः न्यवेदयत् इदानीं शुष्कं चन्दनकाष्ठं कुत्रापि नैव मिलति. ततः तस्मिन् कारणे धर्मराजः युधिष्ठिरः किं वक्तव्यं तेन कारणेन अथवा तस्मात् कारणात् इति भवितुमर्हति. पञ्चमी तेन तृतीय द्वयमपि साधु एव. तेन कारणेन अथवा तस्मात् कारणात् किम् अभवत् वदतु. धर्मराजः न्यवेदयत् न्यवेदयत् नी दत्वा अत्र नी इति उपसर्गः अस्ति. न्यवेदयत् इत्यस्मिन् प्रसङ्गे शोभा भगिनी वदतु. न्यवेदयत् इति तत्र वकारः आगच्छति. नी इति नी अवेदयत् इति मन्ये. तत्र इको इकार अकारयोः वकारः इको एणच् इको एणचि इति सूत्रेण भवति. यण् सन्धिः. उत्तमं. नी अवेदयत् तत्र सन्धिः भूत्वा न्यवेदयत् इति रूपं सिद्ध्यति. अत्र लङ् रूपम् उक्तमस्ति, किन्तु केवलं लट् रूपं वक्तुमिच्छामश्चेत् निवेदयति. निवेदयति इति पदम् अस्माभिः श्रुतमेव. निवेदयति निवेदनं करोमि निवेदनं करोमि. लङ् रूपम् अत्र वक्तव्यं नैव वदतु. न एव नैव वृद्धिसन्धि. उत्तमं. न्यवेदयत् न्यवेदयत् नैव मिलति इति लिखितमस्ति. मिलति इति पदम् असाधु. किमर्थं चेत् मिल् धातोः अर्थः तु मिलसङ्गमे. मिलसङ्गमे इत्यस्मिन् अर्थे मिल् धातोः प्रयोगः सर्वदा भवति, किन्तु अत्र कस्मिन् अर्थे प्रयुक्तमस्ति इदं पदं? कुत्रापि न लभ्यते, कुत्रापि न प्राप्यते. लभ्यते प्राप्यते इत्यस्मिन् अर्थे अत्र प्रयुक्तमस्ति. मम चिन्तनमस्ति मिलति इति पदम् असाधु. भगिनी तत्र मिलति मेलने एव भवति वा द्वयोः, अथवा किमपि मेलनं भवति चेदेव भवति वा? प्राप्ते न भवति वा? न भवति. अस्तु. शुद्धिकौमुदी पुस्तके एवं लिखितमस्ति. यत्र यत्र मेलनं भवति द्वयोः तस्मिन् प्रसङ्गे एव मिलति इति. हिन्दीभाषायां तु साधु एव, कुत्र मिलति इति वक्तुं शक्यते, किन्तु अत्र अर्थः तु कुत्र लभ्यते, कुत्र प्राप्तुं शक्नुमः इति अर्थे. भूमा भगिनी अग्रे पठतु. अन्यत् किमपि इच्छतः चेत् वदतां, सहसा दास्यामि इति. अन्यत् अदर्वैस् अन्यत् अव्ययम. अन्यत् इति अन्यत् किमपि इत्युक्ते अन्यत् किमपि वस्तु इति अर्थः. वस्तु इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अन्यशब्दस्य नपुंसकलिङ्गरूपम् अत्र लिखितमस्ति खलु. भगिनि द्रष्टम् अत्र मिल् तुदादिगणे अपि अस्ति, उभयपति अकर्मक सेत्. तत्र मिल् मिलां सङ्गमे टु गेदर् टुगेदर् दट् इस् अनदर् मीनिङ्ग् फार् सङ्गमे टु टु gather, to join, to unite and to gather together. So and milate is atmanipadi have been used, so it has to be from milati is in prarasmipadi and milate in atmanipada in tudadigana ubhayapati asti. So I think he has used it in that meaning, to gather. He could not gather it from anywhere, that meaning. Ashtadhyayam adhyava mohodaya. तत्र टु गेट् टुगेदर् इति अस्ति. टु गेट् टुगेदर् मीन्स् टु गेदर् टुगेदर् दट्स् अ मीनिङ्ग्. टु गेट् टुगेदर् इस् मेलने एव भवति इति मन्ये. न तद् भूवादिगणे अस्ति. तुगादि अपि तदेव दत्तं महोदय. टु युनैट् to unite, to unite, to join, to get together. So here I think he has used it to convey the meaning that they could not gather it from anywhere. शुद्धिकौमुदी पुस्तके एकः विषयः मिल् धातोः प्रसङ्गे उक्तमस्ति. पुस्तकं कुत्र मिलति इति जनाः वदन्ति, किन्तु असाधुवाक्यं प्राप्नोति अथवा लभ्यते इत्यस्मिन् अर्थे एव लभते इति पदम् अथवा प्राप्नोति इति पदं तत्र योजनीयं, न तु मिलति इति मया पठितं, तदर्थम् उक्तवती. ऐ हव् आल्सो हर्ड् डाक्टर् बिस्वास् जि टाकिङ्ग् इन् शुद्धिकौमुदी. मिलति इस् नाट् अशुद्धं, सङ्गमे अर्थे एव मिल् धातु भवति इति. ऐ हव् आल्सो हर्ड् तदेव डाक्टर् विश्वास् महोदयेन उक्तम् एकस्मिन् ध्वनिमुद्रणे. मोनियर् विलियम्स् इस् गिविङ्ग् दट् टु गेदर् टु कङ्ग्रगेट् सङ्गं मिलति मेलितुं समीलितुम् एवानि अन्यत् उदाहरणम् इति दे हव् गिवन् इट् इन् दट् मेलने इति. साधु एव. अत्र किमपि इच्छतः चेत् वदतां, सहसा दास्यामि. भूमा भगिनी समापयतु. अन्यत् किमपि इच्छतः चेत् वदतां, सहसा दास्यामि इति युधिष्ठिरः अवदत्. अन्यत् किमपि इच्छतः चेत् अत्र इच्छतः इति द्विवचनरूपं किमर्थम्? इच्छतः फार् एनि अदर् गिफ्ट्स् आर् एनि अदर् थिङ्ग्स् इन् प्लूरल्. न न, शोभा भगिनी इदानीं भवती वदतु, अत्र इच्छतः किमर्थं लिखितमस्ति? तत्र द्विवचने अस्ति, तौ द्वौ पृच्छतः इति पृच्छतः न हा पृच्छतः एव इति कृत्वा तत्र द्विवचने इच्छतः इति मन्ये भगिनी. उत्तमम्. इच्छति इच्छतः, इच्छति इच्छतः, इच्छन्ति भवन्तौ इच्छतः इति अर्थः. साधु भगिनी. शोभा भगिनी भवती वदतु, वदतां. वदताम् इति लोट् लकारे तत्र द्वितीया, पुनः लोट् लकारे द्वितीया वचने अस्ति इति मन्ये. उत्तमम्. अस्तु, भवन्तौ भवन्तौ वदताम् इति वदतु, वदतां, वदन्तु इति रूपाणि भवन्ति. लोट् लकाररूपम् अत्र दत्तमस्ति. वदतु, वदतां, वदन्तु. सहसा दास्यामि. सहसा इत्युक्ते झटिति अथवा अकस्मात्, विलम्बेन विना अथवा विलम्बं विना, कालक्षेपं विना. भवन्तः सर्वे श्रुतवन्तः खलु, कालक्षेपः इत्युक्ते कालस्य क्षेपः इत्युक्ते कालस्य दुर्विनियोगः इति अर्थः. कालक्षेपं विना दास्यामि, विलम्बं विना दास्यामि, विलम्बेन विना दास्यामि. विना प्रयोगः तृतीया विभक्त्यां भवति, अपि च तृतीया पञ्चमी एतेषु त्रिषु विभक्तिषु विना शब्दस्य प्रयोगः भवति. विना इति पदम् उपपदमस्ति इति कृत्वा उपपदद्वितीया, उपपदतृतीया, उपपदपञ्चमी भवितुमर्हति. दास्यामि वदतु. दास्यामि इति तत्र लृट् लकारे, लृट् लकारे दा धातुः, तत्र स्या इति प्रत्ययः भवति दा धातोः परतः, किन्तु तत्र मूर्धन्य षकारः न भवति किल भगिनि? तत्र दास्या स्या एव तिष्ठति, दास्यामि इति. उत्तमम्. अत्र तु किमपि कार्यं नास्ति, दा इति धातोः रूपमेव अस्ति, डुदाव् धातोः रूपमेव, जुहोत्यादिगणीयधातुः. अत्र लृट् लकारः कीदृशलकारः? आर्धधातुकलकारः इति कृत्वा तत्र द्वित्वकार्यं किमपि नास्ति, केवलं धातुं स्वीकुर्मः, स्यामि इति रूपं तत्र योजयामः. तत्र किमपि विशिष्टं कार्यं नास्ति, दास्यामि इति तत्र रूपम् अस्ति. दा धातुः वा? इडागमस्य प्रसङ्गे बहुवारम् उक्तवती, धातव अपि प्रत्यये अपि आनुकूल्यम् आवश्यकम्. किं वक्तव्यं साधु महोदय? दा धातुः अनिट् धातुः, एका च नास्ति, एका च अनुदात एव भवेत् अपि इत् भवति न, एका च नास्ति दा, अनुदात इत् भवति चेत् एका च अनुदातेत् अनुदाते सूत्रं तथा अनिट् भवति वा सेट् भवति? अनिट् अस्ति न, अनिट् एकजनदातेर् अनिट्. हा, अत्रापि एक एव अच् अस्ति न, दा. धातुः अनेकाच् वा एकाच् वा इति द्रष्टव्यम्. अत्र दा धातुः एकाच् धातुः. एकाच् धातुः अस्ति चेत् अनिट् अनिट्. किन्तु तत्र अपवादाः सन्ति. यथा क्रू धातोः विषये परिशीलयामश्चेत् क्रू इति धातुः अस्ति. क्रू धातोः रूपं परिशीलयामश्चेत् करिष्यति, करिष्यामि इति रूपाणि भवन्ति. धातुः एकाच् अस्ति चेत् अनिट् भवति इति सत्यमेव. कुत्रचित् अपवादाः सन्ति. करिष्यति इत्यत्र धातौ आनुकूल्यं नास्ति चेदपि विशिष्टसूत्रेण तत्र इडागमः भवति इति कृत्वा करिष्यति, करिष्यामि इत्यादीनि रूपाणि सिद्ध्यन्ति. तत्र भगिनि एकाच् अस्ति चेत्, अवशिष्टः स्वरः एकाच् अस्ति चेत् तदा तद् एकाच् अनुदात्त इत् अस्ति चेत् अनिट् भवति, नो चेत् सेट् भवति. उत्तमम्. साधारणतया एकाच् धातवः अनिटः भवन्ति. दा धातुः अनिट् अस्ति इति कृत्वा दास्यामि इति रूपम्. अग्रिमं वाक्यं वदतु. कृष्णः प्रत्यवदत् मास्तु, शुष्कं चन्दनकाष्ठं नास्ति चेत् अन्यत् किमपि न अभिलाषामि इति. तत्र कृष्णः वदति प्रा प्रति अवदत् अस्ति इति मन्ये. तत्र प्रात्यवदत् प्रति अवदत् प्रत्यवदत् इत्युक्ते युधिष्ठिरस्य कृते प्रति, युधिष्ठिरं प्रति अवदत्. तत्र यण्सन्धिः कोयणचि इत्यनेन लङ्लकाररूपं. मास्तु शुष्कं चन्दनकाष्ठं नास्ति. शुष्कं चन्दनकाष्ठं, तत्र चन्दनकाष्ठम् इति द्वितीयविभक्तिः भवति इति कृत्वा शुष्कम् इति विशेषविशेषण विशेष्यविशेषणं सम्बन्धः तत्र नास्ति चेत् अन्यत् किमपि न अभिलाषामि इति तत्र उत्तमपुरुषे एकवचने अभिलाषामि. पश्यतु अभिलषामि. ओ क्षम्यताम्, अभिलषामि अभिलषामि इति अस्ति. अभीति तु उपसर्ग भवति अस्ति. लषामि इति अस्ति वा भगिनि? तर्हि तत्र अभिलषामि इति अत्र अभि उपसर्गपूर्वकः लष् धातोः रूपमेव. अभिलषामि साधारणतया वयं शृणुमः एव, सः अभिलषति इत्युक्ते इच्छति, काङ्क्षति, काङ्क्षामि, इच्छामि, वाञ्छामि इत्यादिषु अर्थेषु अहं किमपि अन्यत् न अभिलषामि इति. तत्र भगिनि पदं तु अभिलाषा इति एव अस्ति किल, किन्तु वदतु महोदय. भगिनी वदतु, मम प्रश्नः अन्य अस्ति. अभिलाषा इति पदम् अस्ति, किन्तु तस्मिन् प्रयोगे अभिलषति इति भवति इति, अभिलषामि इति मन्ये. अभिलाषा इति भिन्नं पदं, धातुः समानः एव, लष् धातुतः निर्मितं पदमेव, किन्तु तत्र प्रत्ययः कीदृशः इति भिन्ना वार्ता. अत्र अभि उपसर्गपूर्वकः लष् धातुः अस्ति, तिङन्तपदम् अस्ति, किन्तु भवती यदुक्तवती तत् पदं तिङन्तपदं नास्ति. अभिलाषा इति पदं कृदन्तपदम्, आकारान्तस्त्रीलिङ्गपदं भवति. यथा इच्छा इत्यादीनि पदानि आकारान्तपदानि सन्ति, एवमेव अभिलाषा इति पदमपि आकारान्तस्त्रीलिङ्गपदं भवति, सुबन्तपदं. किन्तु अभिलषति इति तिङन्तपदम् अस्ति. तिङन्तपदम्. उत्तमं. अत्र अन्यत् इति पदस्य तकार कथमागत? अन्यत् अन्य किमपि तदपि साधु नपुंसकलिङ्गे अन्यत् एव लेखनीयम्. अस्तु. तत्र कार्याणि कानि, कानि कानि सूत्राणि प्रसक्तानि इति मयापि द्रष्टव्यमेव. तत्र किम् अस्ति इति कृत्वा वा भगिनि? किं नपुंसकम् अन्य इति प्रातिपदिकमस्ति. अन्यप्रातिपदिकस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति, किन्तु नपुंसकलिङ्गे तु अन्यत्. स्त्रीलिङ्गे कथं भवति? अन्या, अन्य, अन्यः, अन्या, अन्यत्. अस्तु. अन्या कापि इति भवति वा भगिनि? अन्या कापि, अन्या कापि, अन्यः कोऽपि, अन्यः कोऽपि. अस्तु. एवं भवति. अन्तिमं वाक्यं करोतु. ततः अर्जुनेन सह भगवान् श्रीकृष्णः तेनैव ब्राह्मणवेषेण कर्णस्य द्वारं प्राप्तवान्. ततः इति ततः तत्र तत्र तल् प्रत्यय ततः इति पञ्चम्यार्थे पञ्चमीविभक्ति अर्थे साधु वा तल् प्रत्यय वा भगिनि? ततः इत्युक्ते तस्मात् तस्मात् कारणेन तस्मात् कारणात् तस्मात् कारणात् अर्जुनेन सह वदतु. अर्जुनेन सह तत्र सह इति उपपदम् उपपद किं तत्र उपपदप्रयोगः उपपदतृतीया उत्तमम् उपपदतृतीया अस्ति वा? अस्तु अर्जुनेन सह इति अस्तु. कस्मिन् प्रसङ्गे किं वक्तव्यम्? अर्जुनेन सह इति वाक्यं साधु, अर्जुनेन साकं साधु, अर्जुनेन सार्धं साधु, इत्युक्ते त्रिधा अपि वाक्यं भवितुमर्हति. सः अथवा साकम् अथवा सार्धम् इति पदत्रयमपि तत्र साधु भवति. तत्र सूत्रमस्ति सहयुक्ते अप्रधाने. अस्मिन् वाक्ये प्रधानकर्ता कः? भगवान् श्रीकृष्णः प्रधानकर्ता, किन्तु अर्जुनः अप्रधानकर्ता. अस्मिन् वाक्ये कर्तृपदद्वयमस्ति इति वक्तुं शक्यते. भगवान् श्रीकृष्णः इति प्रधानकर्तृपदम्, तदर्थमेव सूत्रे उक्तमस्ति सहयुक्ते अप्रधाने. यत्र अप्रधानकर्ता अस्ति तत्र सः इति योजयामश्चेत् उपपदतृतीया विभक्तिः भवति. अर्जुनेन सह इति पदमस्ति. विना योजयित्वा वदतु. विना योजयामः चेत् तत्र किन्तु अर्जुनेन सह भगवान् श्रीकृष्णः इति अस्ति, तेनैव तत्र विना इति न भवति किल भगिनि? विना इत्युक्ते वितौट् इति भवति किल? वितौट् भवति. भीमेन विना, विना इति किमर्थम् उक्तवती इत्युक्ते विना शब्देन सह त्रिषु विभक्तिषु उपपद विभक्तिः. द्वितीय पञ्चमी इति मन्ये. ततः शुष्कचन्दनकाष्ठं विना अर्जुनेन सह भगवान् श्रीकृष्णः इति योजयितुं शक्यते. उत्तमं, वदतु. ततः शुष्कचन्दनकाष्ठं विना अर्जुनेन सह, तत्र विना सह उभयोः उपयोगं भवति अभवत्. इदानीं शोभा भगिनी, विना इति पदं त्रीणि वाक्यानि वदतु. शुष्कचन्दनकाष्ठं विना अथवा शुष्कचन्दनकाष्ठेन विना अथवा शुष्कचन्दनकाष्ठात् विना भगवान् श्रीकृष्णः शुष्कचन्दनं विना अर्जुनेन सह ततः गतवान् इति, अथवा भगवान् श्रीकृष्णः शुष्कचन्दनेन विना अर्जुनेन सह ततः गतवान् अतः, अथवा भगवान् श्रीकृष्णः शुष्कचन्दनात् विना एव अर्जुनेन सह ततः प्रत्यागतवान् गतवान् एव इति भवितुम् अर्हति अर्हन्ति. भगिनि मम एकः संशयः, ब्राह्मणवेषेण या अथवा ब्राह्मणवेषेण किं साधु? द्वयमपि साधु मया श्रुतं महोदय. अत्र वेश्यः इति तालव्यशकारयुक्तं रूपम् अत्र दत्तमस्ति. वेश्यः इत्युक्ते तत्र तालव्यशकारः अस्ति, किन्तु मूर्धन्यशकारयुक्तं रूपमपि साधु एव. वेषः इति पदमपि अस्ति, वेषः इत्यस्मिन् मूर्धन्यशकारः अस्ति. मूर्धन्यशकाररूपं स्वीकुर्मः चेत् तत्र अणत्वमपि भवितुमर्हति. वदतु. ब्राह्मणवेषेण इति भवति. उत्तमं, ब्राह्मणवेषेण इति अत्र दत्तमस्ति, किन्तु ब्राह्मणवेषेण रूपमपि साधु एव. तेनैव वदतु. तेन एव तत्र वृद्धिः भवति, तेनैव इति अकार एकारयोः, अपि च ब्राह्मणवेषेण इति दृष्टवन्तः. तत्र समस्तपदं ब्राह्मण न कार्यं न जानामि, समस्तपदम् अस्ति तृतीयविभक्तौ. कर्णस्य द्वारं प्राप्तवान् तत्र कर्णस्य द्वारं प्राप्तवान् इति कर्णं प्रति गतवान् इति अर्थे दत्तमस्ति. द्वारम् इति पदस्य रूपाणि वदतु. द्वारम् इति तत्र पुंलिङ्गः अस्ति वा? द्वारं द्वारं नपुंसकलिङ्गम् एव अस्ति इति मन्ये. द्वारं द्वारे द्वाराणि इति मन्ये भगिनि? उत्तमं. द्वारं द्वारे द्वाराणि अस्मिन् पदे अपि बहुत्र वर्णत्वं प्राप्तवान् इति तवतु प्रत्ययान्तरूपं दत्तमस्ति. प्राप्तवान् इत्यस्मिन् स्थाने लङ् रूपं योजयित्वा वक्तुमिच्छामश्चेत् प्रा आप्तवान् इति आप् इति धातुः तत्र, किन्तु आप् तत्र किं भवति? आप्नोत्. आप्नोत् अस्तु, लङ्लकारे अस्तु. प्राप्नोत्. उत्तमम्. द्वारम् इति पदमस्ति खलु, द्वारम् इत्यस्य प्रसङ्गे अहं शब्दकोशं दृष्टवती. गृहनिर्गमस्थानम् अत्र समीचीनतया चिन्तनं कृतम्. अग्रिमं पुटं पश्यन्तु, इदानीम् एकवारम् अवलोकयाम. अरविन्द महोदय, भवान् वदतु. कर्णः श्रद्धया तौ समसेवत. कर्णः यकारान्तपुल्लिङ्गं, श्रद्धया तृतीय, तौ तौ इति कृष्णार्जुनयोः, समसेवत इति लट् रूपम् लङ् रूपं न लङ् रूपं सम असेवत, सम उपसर्ग असेवत इति रूपं न सेव सेव् धातु. उत्तमम्. अत्र सेव् धातोः रूपं दत्तमस्ति. सेव् धातुः आत्मनेपदी धातुः, सेवते रूपमस्ति इति कृत्वा लङ् रूपम् असेवत. किन्तु सम् उपसर्गपूर्वकः असेवत, इदानीं वर्णमेलनेन समसेवत खलु. आम्. उत्तम. अत्र कर्मपदं किम्? अत्र कर्मपदं कर्मपदं कर्णः, कर्तृपदं कर्णः, कर्मपदं तौ. तौ प्रथमाविभक्ति द्विवचनरूपं तौ एव भवति, द्वितीयाविभक्ति द्विवचनमपि तौ एव भवति. किन्तु अस्मिन् वाक्ये तौ इति रूपं द्वितीयाविभक्त्याम् अस्ति. द्वितीया द्विवचनं. उत्तमम्. अग्रे करोतु. सः तौ, सः अत्र कर्ण कर्ण सः तौ आसन्दयोः उपविश्य आगमनस्य अभिप्रायं पर्यपृच्छत्. तत्र सः इत्युक्ते कर्णः, तौ कृष्णार्जुनयोः आसन्दयोः, कृष्णार्जुनौ इति वक्तव्यं, कृष्णार्जुनौ हा कृष्णार्जुनौ. समासं वदतु. कृष्णं च अर्जुनौ, अर्जुनं च कृष्णार्जुनौ. द्वन्द्वसमासः. समासप्रसङ्गे विग्रहवाक्यं कथं वक्तव्यम्? अत्र कृष्णं च अर्जुनं, कृष्णः च अर्जुनः च तौ, तौ अपि वक्तव्यं वक्तव्यं. किमर्थं चेत् द्वितीयाविभक्त्याम् अस्ति इदं पदम् इति कृत्वा कृष्णार्जुनौ इति पदं स्वीकुर्मः चेत् तत्र कृष्णः च अर्जुनः च तौ इति वक्तव्यमस्ति. विभक्ति विभक्तिविवक्षापूर्णार्थं, विभक्ति विवक्षापूर्णार्थम्. आसन्दयोः वदतु. आसन्दयोः पृथक् पृथक् आसन्दे, आसन्दे तौ उभयोः विभक्तिः का? आसन्दयोः इति षष्ठी सप्तमी द्विवचनम्. उत्तमम्. आसन्दः इति आसन्दः इति अकारन्द अकारान्तपुल्लिङ्ग इति आसन्दे इति सप्तमी एकवचनम्. आसन्दयोः आसन्देषु आसन्दः इति पदमस्ति. आसन्दः पुंलिङ्गपदमेव. आसीदति अस्मिन् इति शब्दकोशे लिखितमस्ति. आसीदति अस्मिन् आसन्दः इति पुंलिङ्गपदमस्ति. किन्तु एकं स्त्रीलिङ्गपदमपि अस्ति, आसन्दी. अत्र उपावेश्य इति पदं दत्तमस्ति. पश्यन्तु, उपविश्य इति न लिखितमस्ति, उपावेश्य इति लिखितमस्ति. तस्य अर्थः कः? उपावेश्य इति उत्तरं after having sat, made them sit तदनन्तरम् उत्तमम्, अत्र रूपं वक्तव्यम्, उपसर्गस्य युक्तपदम् आवेश्य इति लबन्धम् इति चिन्तयामि, आवेश्य इति लबन्धम्। शुभदा भगिनी वदतु, अत्र निजन्तरूपं भवति वा? उत्तमम्, उपयोगः विष् धातोः, योगः णिच् इति प्रेरणार्थे णिच् इति प्रत्ययः, तत्र योगः ल्यबन्तव्यम् इति, तत्र उपाविश्य, परन्तु आ किमर्थं कथं भवति अहं न जानामि भगिनि, परन्तु इणिजन्तरूपम् अस्ति इति दृश्यते, रूपं कथं साधयति अहं सम्यक् रीत्या न जानामि। अत उपधायाः अस्ति वा? शुभदा भगिन्या, समीचीनतया उक्तमस्ति, अणिजन्तरूपं वदामश्चेत् उपविश्य इति भवति, किन्तु अत्र उपावेश्य इति रूपं लिखितमस्ति, णिजन्तयुक्तं रूपम् अस्ति। धातूनां सर्वाणि कृदन्तरूपाणि अथवा तिङन्तरूपाणि भवितुमर्हन्ति, तथा एव णिजन्तपदानाम् अपि सर्वाणि रूपाणि भवितुमर्हन्ति, अत्र णिजन्तयुक्तं रूपं दत्तमस्ति। उपाविशति इति अत्र रूपमस्ति, उप उपसर्गपूर्वकः विष् धातुतः निर्मितं पदमेव उपविशति, उपविशति इति साधारणलट्रूपम्। इतोपि चिन्तनीयं, विष् इत्यस्य वे इति लेप् प्रत्ययेन भवति वा तत्र, कथं भवति भगिनि? उपसर्गः अस्ति इति कारणतः विष् धातुतः लेप् इत्यस्मिन् यकारः अन्ते श्रूयते खलु, अनुबन्धलोपानन्तरं या इति श्रूयते इति कृत्वा अन्ते यकारः श्रूयते, अपि च वि इत्यस्य गुणः विश् गुणकार्यं भूत्वा लप्तेन एव किल। शोभा भगिनी समीचीनम् उक्तवती अहं मन्ये, अत उपधायाः इत्यनेन वृद्धिः भवति, अधुना एव दृष्टवती, उपयोगः विष् योगः णिच् तत्र क्षम्यता, अत उपधायः न कार्यं करोति, ह्रस्व अकारः नास्ति न अत्र, अत उपधायाः इत्युक्ते ह्रस्व अकारः भवेत् न, तत्र पाठी भवति, परन्तु अत्र न विश् धातु अस्ति, उपधा इकारः अस्ति न, अतः अत उपधायः कार्यं न करोति, तदेव उक्तवती पठयोगः णिच् अस्ति चेत् पाठयति भवति, परन्तु अत्र न भवति, अत्र न भवति, न भवति, अत्र आ अपि उपसर्गमस्ति वा, उपयोग आयोग विष् अस्ति वा, आङ्गिति पृच्छामि, उपयोग आयोग विष् तत्र धातु अस्ति चेत् अत उपधायाः इति भवति, क्षम्यतां, तत्र हा भवती सम्यक् उक्तवती इति मन्ये, आङ्गिते अस्ति इति आवेश्य इति आवेशयति इति निजन्तरूपम्, आविशति इति आ उपसर्गपूत विशति इति अस्ति, उप इति द्वितीयम् उपसर्गयोजनेन उपावेश्यति इति भवति, अस्तु साधु भवितुमर्हति, चिन्तयन्तु सर्वे, अत्र णिजन्तयुक्तं ल्यबन्तपदमेव, आगमनम् इति ल्युडन्त, आगमनस्य अभिप्रायं पर्यपृच्छत्, महोदय वदतु अत्र पर्यपृच्छत्, अपृच्छत् परि उपसर्गपूर्वक अपृच्छत् इति भूतकालार्थे, पृच्छ् धातु धातुतः पृच्छति, अपृच्छत् इति भूतकालार्थे, परि उपसर्गपूर्वक पर्यपृच्छत्, उत्तमम्, यण् सन्धिः अभवत्, प्रच् इति धातुतः सम्प्रसारणं भूत्वा पृच् इति रूपं सिध्यति, अत्र यण् सन्धेः कार्यम् इको एणजि इत्यस्य कार्यमस्ति, तेन पर्यपृच्छत् इति रूपमस्ति, प्रच् धातुः अपि सकर्मकधातुः अस्ति इति कृत्वा अस्मिन् वाक्ये कर्मपदमस्ति अभिप्रायम्, प्रथमान्तं रूपं तु अभिप्रायः इति एव तत्र रूपं वक्तव्यमस्ति, अग्रिमं वाक्यं करोतु, कृष्णः तदेव वाक्यं शुष्कचन्दनरूपचन्दन रूपाणाम् अंशभारं कामये इति यदा युधिष्ठिरं पृच्छत् तदेव इत्र अत्रापि इति आवर्तयत् इति कारणतः तत्र कर्मपदं क्रियापदं दत्तमस्ति, आवर्तयत् सूचनार्थं प्रथमं तदेव युधिष्ठिरं प्रति पृच्छत् अत्रापि कर्णं प्रति तदेव पृच्छति इति कृत्वा आवर्तयत् इति आवर्तनरूपस्य अर्थे आवर्तयत् इति क्रियापदम् उक्तमस्ति. वृत् धातु वर्तयति इति निजन्दरूपम्, आवर्तयत् इति आ उपसर्गपूर्वस्य अवर्तयत् इति कृत्वा भूतकालार्थे. उत्तमम्. आ उपसर्गः अस्ति इति तु साधु एव. आ उपसर्गपूर्वकः लङ्लकाररूपम् अत्र दत्तमस्ति. किन्तु अत्र प्रश्नः अस्ति, वृत् धातुः त्रिषु गणेषु वर्तते. भुवादिगणे अस्ति चेत् वर्तते इति रूपम् अस्ति, दिवादिगणे अस्ति चेत् वृत्यते रूपमस्ति, चुरादिगणे अयं धातुः अस्ति चेत् वर्तयति इति रूपम् अस्ति. वर्तयति इति चुरादिगणीयरूपं स्वीकुर्मः चेत् अवर्तयत् इति लङ्रूपं भवितुमर्हति. तस्मात् पूर्वम् आ इति उपसर्गस्य योजनं भवति. सवर्णदीर्घसन्धिः भूत्वा आवर्तयत् इति रूपं सिध्यति. यद्यपि वृत् धातुः त्रिषु गणेषु अस्ति, तथापि एतेषां त्रयाणां णिजन्तरूपं तु एकमेव. अवर्तयत् इति एव णिजन्तरूपं भवितुमर्हति. हेतुमति च इति सूत्रेण प्रेरणार्थे णिच् प्रत्ययः विधीयते इति विषयः. कृष्णः किं वदति? कृष्णः तदेव वाक्यम् आवर्तयत्. कृष्णः आवर्तयत् इति द्वयोर्मध्ये सम्बन्धः अस्ति. शुष्कचन्दनदारूणाम् अंशभारं कामये इति पुनः सः पृच्छति. साधु महोदय, शुभदा भगिनी अग्रे वदतु. उच्चैः वदतु. श्रूयते वा? वदतु. तत् श्रुत्वा कर्णः सहसा धनुः समुत्थापितवान्. तत् श्रुत्वा इत्युक्ते तत् कृष्णस्य वाक्यानाम् आवर्तनं श्रुत्वा कर्णः सहसा धनुः समुत्थापितवान्. कर्णः सहसा समुत्थापित चिन्ता मास्तु. इदानीं वासुदेवन् महोदय, भवान् वक्तुम् इच्छति वा? न भगिनि, मया किमपि न श्रुतम्. इदानीं मया किमपि न श्रुतम्. अहं वक्तुं न इच्छामि. गतपञ्चनिमेषे अस्तु. इदानीं अरविन्द महोदय, भवान् एव वदतु. तत् श्रुत्वा कर्णः सहसा धनुः समुत्थापितवान्. तत् श्रुत्वा कृष्णस्य वचनं श्रुत्वा इति त्वान्तरूपं श्रु इति धातु, तत्र श्रुत्वा इति श्रुधातु त्वान्तरूपं. कर्णः इति कर्तृपदं, सहसा इति भगिनी उक्तवती, तत् विस्मृतवती. अकस्मात् धनुः इति उकारान्तपदमस्ति. न, धनुः इति पदस्य प्रसङ्गे किञ्चित् ज्ञातव्यं. भूमा भगिनी वदतु. षकारान्त पुल्लिङ्गशब्दः धनुष्. नपुंसकं तत्र धनुः धनुषि धनूंषि, धनुः धनुषि धनूंषि इति रूपाणि. अत्र कर्मपदमस्ति, नपुंसकलिङ्गपदमस्ति इति कृत्वा धनुः इति पदं कर्मपदमेव अस्मिन् वाक्ये. धनुः इति शब्दः नपुंसकलिङ्गपदमस्ति, षकारान्तपदमस्ति, तस्य रूपाणि धनुः धनुषि धनूंषि, धनुः धनुषि धनूंषि इति रूपाणि भवन्ति. षकारान्तपदम् इत्युक्ते हलन्तपदमस्ति. हलन्तपदेषु किञ्चित् सौलभ्यम् अस्ति. सप्तसु विभक्तिषु एकवचनरूपेषु सौलभ्यं वर्तते. कथम् इत्युक्ते धनुः धनुः इति एकवचनरूपे भवति. तृतीयाविभक्त्यां धनुषा, चतुर्थी विभक्त्यां धनुषे, पञ्चमी धनुषः, षष्ठी धनुषः, सप्तमी धनुषि इति रूपं भवति. किन्तु सप्तमी बहुवचने धनुषु तत्र षकारद्वयं दृश्यते. इदं पदं षकारान्तपदं, नपुंसकलिङ्गपदं. समुत्थापितवान् वदतु. उत्थापितवान् इति तपतु प्रत्ययम् अस्ति इति दृश्यते. सम उपसर्गम् उत् उपसर्गं था धातु स्थापितवान्. उत्तमं. सम् उपसर्गपूर्वकः उत् उपसर्गपूर्वकः स्था धातोः रूपमस्ति, णिजन्तरूपमस्ति. स्थापितवान् स्थापितवान् इति णिजन्तरूपमस्ति. क्तवत् रूपमेव किन्तु णिच् तत्र अस्ति. णिच् नास्ति चेत् स्थितवान् इति रूपं भवति. स्थितवान् इति अणिजन्तरूपं किन्तु स्थापितवान् इति णिजन्तयुक्तं रूपम् अस्ति. उत् उपसर्गः अस्ति इति कारणतः उदः स्था स्तम्भोपूर्वस्य इति सूत्रस्य कार्यमस्ति. तेन थकारः आयाति इति कृत्वा उत्थापितवान् इति रूपम् अस्ति. अत्र उपसर्गस्य योजनेन समुत्थापितवान् इति भवितुमर्हति. शोभा भगिनी भवती पुनः करोतु. अस्तु भगिनि, तत्र त्वरितमेव बाणैः द्वाराणि आसन्दान् कपाटान् पर्यङ्कान् बहूनि चन्दनदारुनिर्मितानि वस्तूनि विखण्डितवान्. ओ अस्तु, त्वरितम् एव झटिति एव बाणैः, तत्र बाणैः इति तृतीयविभक्ति बहुवचने, द्वाराणि इति दृष्टवन्तः रेफस्य निमित्तेन णत्वं भवति तत्र. द्वाराणि इति अपि बहुवचने, तत्र सर्वाणि पदानि बहुवचने. आसन्दान् कपाटान् पर्यङ्कान् इति न जानामि भगिनि, पर्यङ्कान् इत्युक्ते मञ्चः. ओ मञ्चः, अस्तु. एकम् अन्यत् पदमस्ति खट्वा. खट्वा इत्युक्ते काट् आर् बेड्. ओ अस्तु, खट्वा अथवा पर्यङ्कान्. त्वरितमेव तत्र वर्णमेलनमस्ति वा सन्धिकार्यमस्ति वा? त्वरितम् एव तत्र वर्णमेलनम् एव इति मन्ये. त्वरितं वर्णमेलनम् इति मन्ये. उत्तमं, केवलं वर्णमेलनमेव अस्ति. त्वरितमेव इति अस्मिन् वाक्ये कर्मपदानि कानि? अस्मिन् वाक्ये द्वाराणि आसन्दान् कपाटान् पर्यङ्कान् इति सर्वाणि पदानि कर्मपदानि. बहूनि इति विशेष्यविशेषणं भवति तत्र. बहूनि बाणैः, बहूनि द्वाराणि बाणैः न, बहूनि द्वाराणि आसन्दान् कपाटान् पर्यङ्कान् बहूनि चन्दनदारुनिर्मितानि. अस्तु, बहूनि चन्दनदारुनिर्मितानि इति सम्बन्धः तत्र. बहूनि वस्तूनि कीदृशानि वस्तूनि इत्युक्ते चन्दनदारुनिर्मितानि वस्तूनि भवति तत्र. अपि च एते सर्वे कर्मपदानि भवन्ति. कस्य कृते इत्युक्ते विखण्डितवान्. कान् विखण्डितवान् इत्युक्ते ते सर्वे उत्तराणि भवन्ति किल. उत्तमं, किं वक्तव्यं? बाणैः इति उपकरणमस्ति इति कृत्वा तृतीया विभक्तिः भवति. कर्तृकरणयोः तृतीया इति सूत्रेण तत्र तृतीया विभक्तिः भवति. कारकविषयः, वस्तूनि विखण्डितवान्, बाणैः वस्तूनि विखण्डितवान् इति सरलवाक्यमस्ति. कानि वस्तूनि विखण्डितवान् इति प्रश्ने सति द्वाराणि विखण्डितवान्, आसन्दान् विखण्डितवान्, कपाटान् विखण्डितवान्, पर्यङ्कान् विखण्डितवान्. अत्र द्वाराणि नपुंसकलिङ्गपदमस्ति, किन्तु आसन्दः, कपाटः, पर्यङ्कः इमानि त्रीणि पदानि पुंलिङ्गपदानि. ईदृशानि वस्तूनि, बहूनि वस्तूनि तस्य गृहे सन्ति. कर्णस्य राजभवने ईदृशानि चन्दनदारुनिर्मितानि वस्तूनि बहूनि सन्ति. तानि सर्वाणि वस्तूनि सः विखण्डितवान्. अस्मिन् वाक्ये तिङन्तपदं नास्ति चेदपि कृदन्तपदमेव क्रियापदम् इव कार्यं करोति. कृदन्तपदस्य कृते कर्मपदानि भवन्ति खलु? कृदन्तपदस्य कृते वा? विखण्डितवान् तत्र क्रियापदम् इव अस्ति इति कृत्वा कर्म. अत्र विखण्डितवान् इति क्तवत् प्रत्ययान्तपदमस्ति. विखण्डितवान् इति पदस्य प्रसङ्गे किं ज्ञातव्यम्? वि उपसर्गपूर्वकः अत्र धातुः अस्ति खड्यौ इत्युक्ते इदित् धातुः. धातुः इदित् अस्ति चेत् किं भवति? इदित् अस्ति चेत् तत्र नुमागमः भवति. उत्तमं. खडि इति खड् भवति, नुम् आगमेन खण्ड् भवति, खण्ड् भवति. हा, तत्र प्रथमं नकारः, अनन्तरं किं नश्चापदान्तस्य झलि इत्यनेन णकारः, अनुस्वारः, पश्चात् अनुस्वारस्य ई परसवर्णः इत्यनेन परसवर्णादेशः भवति. भगिनी, तत्र खण्ड् इति अपदान्ते अस्ति, अतः नश्च पदान्तस्य नः च पदान्त ओ नश्च अपदान्तस्य इति सूत्रं कार्यं करोति इति मन्ये. उत्तमम्. आहत्य अत्र किं चिन्तनीयम् इत्युक्ते, मूलधातुः अस्ति खड्यौ, तत्र अनुनासिक इकारः अस्ति, अनुनासिक इकारः इत् संज्ञकवर्णः अस्ति. उपदेशे जनुनासिक इत् इति सूत्रेण तस्य अनुनासिक इकारस्य इत् संज्ञा भूत्वा तस्य लोपः भवति, तेन तत्र खड् इति रूपं तिष्ठति. धातुः इदित् इदित् धातुः अस्ति, इकारः इति संज्ञकः अस्मिन् धातौ अस्ति इति कृत्वा इदितोनं धातोः इति सूत्रेण अपि च मेदचोन्त्यात् परः इति परिभाषासूत्रेण नुमागमः भवति. नुमागमः भवति इत्युक्ते आदौ दन्त्यनकारः आयाति, दन्त्यनकारयुक्तं रूपम् आदौ आयाति, खण्ड् तत्र दन्त्यनकारयुक्तं रूपम् अस्ति. पश्चात् यथा शोभाभगिन्या उक्तं नश्चापदान्तस्य झलि इति सूत्रेण तत्र दन्त्यनकारस्य स्थाने आदौ अनुस्वारः आयाति, पश्चात् अनुस्वारस्य स्थाने अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अत्र डकारस्य परसवर्णः कः इति प्रश्नः उदेति. स्थानतौल्येन परसवर्णस्य निर्णयः भवति. स्थानतौल्येन अत्र मूर्धन्यणकारः एव परसवर्णः भवितुमर्हति. तदर्थमेव मूर्धन्यणकारयुक्तं रूपं साधुरूपं भवति. अन्ततो गत्वा तत्र लौकिकधातोः रूपं खण्ड्, खण्ड् इति मूर्धन्यणकारयुक्तं रूपमेव अत्र लौकिकरूपं. खण्ड् धातुं स्वीकृत्य क्तवत् रूपं साधनीयम्. वि उपसर्गपूर्वकः खण्ड् धातुतः क्तवत् योजयामः, इडागमः भवति. किमर्थम् इदागमः भवति चिन्तयामश्चेत्, कतवतु प्रत्ययः सार्वधातुकः नास्ति, आर्धधातुकप्रत्ययः, आर्धधातुक कित् प्रत्ययः, कित् प्रत्ययः. अपि च कतवतु इत्यस्मिन् अनुबन्धलोपानन्तरं तवत् इति रूपम् अवशिष्यते. तवत् इत्यस्मिन् यः तकारः अस्ति सः तकारः वलादिवर्णः. अयं कतवत् प्रत्ययः आर्धधातुक वलादिप्रत्ययः, आर्धधातुकस्येड् वलादेः इति सूत्रेण अयं प्रत्ययः आर्धधातुक वलादिप्रत्ययः. इत्युक्ते प्रत्ययस्य आदौ वल् प्रत्याहारस्थवर्णः तकारः अस्ति इति कृत्वा इडागमः भूत्वा खण्डित इति रूपं सिद्ध्यति. खण्डितवत् इति प्रातिपदिकं, विखण्डितवान्. अग्रे करोतु. एवं तयोः पुरतः चन्दनकाष्ठानां राशिं कृतवान्. एवम् इति अव्ययपदं तत्र, इति अर्थे अथवा तथा इति अर्थे. तयोः, तत्र तयोः द्विवचने पुनः कृष्णार्जुनयोः पुरतः, पुरतः इति अपि अव्ययपदमेव. चन्दनकाष्ठानां राशिं कृतवान्, तत्र राशिं कृतवान्, तत्र चन्दनकाष्ठानां राशिम् इति विशेषविशेषणम्. अपि च काष्ठानाम् अपि राशिं, काष्ठानामिति षष्ठी, राशिम् इति कर्मपदं, तत्र राशिं कृतवान्. उत्तमम्. अत्र काष्ठम् इत्यस्मिन् पदे यः महाप्राण ठकारः अस्ति सः ठकारः एव तत्र बाधकवर्णः इति कृत्वा अत्र णत्वं न भवति. तेन काष्ठानाम् इति दन्त्यनकारयुक्तं रूपमेव साधु भवति. अपि च तयोः पुरतः इति लिखितमस्ति. साधारणतया पुरतः, पृष्ठतः, वामतः, दक्षिणतः इत्यादीनि पदानि योजयित्वा वाक्यं लेखितुमिच्छामश्चेत् तस्मात् पूर्वं षष्टिविभक्तेः प्रयोगः भवति. तयोः पुरतः, द्वयोः पुरतः, कृष्णार्जुनयोः पुरतः, खलु? उत्तम. कृष्णार्जुनयोः पुरतः चन्दनकाष्ठानां राशिं कृतवान् कः? कर्णः. उत्तमम्. अग्रिमं वाक्यं का वक्तुमिच्छति? गोमती भगिनी, भवती वदतु. तद विलोक्य कृष्णः कर्णम् अपृच्छत्, भो राजन्, भवान् किमर्थम् एतानि बहुमूल्यानि द्रव्याणि विनाशयति? तद् विलोक्य राशिं दृष्ट्वा विलोक्य लेबन्तरूपमस्ति, वि लोक् धातु, विलोक्य लेबन्तरूपं, तद् इत्युक्ते तद् सा तत्कार्यं विलोक्य कृष्णः कर्णम् अपृच्छत्, अपृच्छत् लङ्रूपमस्ति. प्रथम एकपुरुष एकवचन प्रथमपुरुष एकवचनं भो राजन् भो सम्बोधना, राजन् कर्णम् अपृच्छत्, राजन् इति सम्बोधनं कृत्वा भवान् किमर्थम् एतानि बहुमूल्यानि द्रव्याणि विनाशयति? कपाटमनासन्दाद्वाराणि सर्वाणि बहु मूल्यानि वस्तूनि, अतः कृष्णः अपृच्छत् किमर्थम् एतानि वस्तूनि भवान् विखण्डितवान्, विनाशयति वस्तूनि विनाशयति इति सः अपृच्छत्, विनाशयति वि उपसर्गपूर्वकः, नाशयति नाशयति अपि निच् अस्ति, नश्यति नाशयति. उत्तमं. नश्य धातु द्विवादिगण धातु, नश्यति द्विवादिगणीय धातुः, बहुमूल्यानि द्रव्याणि अपुंसकः. अत्र इतोपि किं चिन्तनीयं? विलोक्य, विलोक्य इति पदस्य प्रसङ्गे वदतु. तत् लबन्धरूपम् अस्ति, वि योग लोक् इति धातुः. अत्र लोकते इति आत्मनेपदिरूपम् अस्ति, किन्तु वि उपसर्गः अस्ति इति कारणतः ल्यबन्तपदं सिद्ध्यति. विलोक्य, वि उपसर्गः अस्ति चेत् विलोक्य, आ उपसर्गः अस्ति चेत् आलोक्य, आलोक्य इत्युक्ते पश्यति, पश्यन्. तत्र शत्रन्तरूपमपि योजयितुं शक्नुमः. उपसर्गरहितं रूपं वक्तुमिच्छामश्चेत् दृष्ट्वा, खलु? दृष्ट्वा इति पदं योजयित्वा वदतु. तत् दृष्ट्वा कृष्णः कर्णम् अपृच्छत्, अपृच्छत् स्थाने तवत् रूपं योजयतु. पृष्टवान् कर्णं, पृष्टवान्. उत्तमम्. तद् दृष्ट्वा कृष्णः कर्णं पृष्टवान् इति भवति. विनाशयति भगिन्या उक्तमेव, णिजन्तरूपम् अस्ति. अणिजन्तरूपं वदतु. उत्तमं. विनश्यति इति रूपं जानीमः, प्रणश्यति इति रूपमपि वयं जानीमः एव. प्रणश्यति, प्रणश्यति इत्यस्मिन् मूर्धन्यणकारः आयाति रेफकारणात्. भवान् किमर्थम् एतानि बहुमूल्यानि द्रव्याणि विनश्यति? द्रव्याणि तत्रापि णत्वं भवति, यद्यपि मध्ये व्यवधानमस्ति, तथापि बाधकवर्णाः न सन्ति इति कृत्वा द्रव्याणि इति रूपम् अस्ति. तत्र रेफात् परं केचन अन्ये वर्णाः सन्ति, वकारः अस्ति, यकारः अस्ति, अपि च आकारः अस्ति. इत्युक्ते अट् प्रत्याहारस्थवर्णाः अत्र सन्ति, अट् प्रत्याहारस्थवर्णाः सन्ति, बाधकवर्णाः न सन्ति इति कृत्वा अणत्वं भवितुमर्हति. द्रव्याणि इत्यत्र किमर्थम् इति समस्तपदमस्ति. तत्र चतुर्थी तत्पुरुषसमासः अस्ति. कस्मै इदम् इति विग्रहवाक्यं भवति. कस्मै इदम् एव किमर्थम् इति समस्तपदस्य रूपं भवति. एतेषां वस्तूनां खण्डनं किमर्थं कृतवान्? नाशं किमर्थं कृतवान्? नाशः, नाशः इति पुंलिङ्गशब्दः, नश् धातोः रूपम् अस्ति. नश् धातुः अपि अणोपदेशधातुः, इत्युक्ते उपदेशावस्थायाम् आदौ अणकारः अस्ति, णोपदेशधातुः अस्ति इति कृत्वा णोनः इति सूत्रेण दन्त्यनकारः आयाति. नश् धातोः रूपाणि एव नष्टवान्, नष्टः, नष्टम् इत्यादीनि रूपाणि सन्ति. नश् धातुतः कृतायोजनेन नष्ट इति प्रातिपदिकं, कृतवतु योजनेन नष्टवत् इति प्रातिपदिकम्. अत्र विनाशयति इत्यस्मिन् स्थाने कृतवतु रूपं वा अथवा कृतान्तरूपं वा उपयुज्य वदतु. उत्तमम्. अणिजन्तरूपं वदामश्चेत् विनष्टवान् भवति, किन्तु अत्र णिजन्तयुक्तं रूपं वक्तव्यं, तदर्थमेव विनाशितवान् इति रूपं साधु भवति. भवान् किमर्थम् एतानि बहुमूल्यानि द्रव्याणि विनाशितवान्? परिवर्त्य एवं रीत्या लेखितुं शक्नुमः. केतकी भगिनी एतत् सर्वम् अवगतवती इति अहं भावयामि. भगिनी एकवारं ध्वनिमुद्रणं शृणोतु, बहवः विषयाः सन्ति. आं भगिनी, अहम् अवगतम् अनि अहं प्रयत्न करोमि नेक्स्ट् टैम्. उत्तमं. वयं सर्वे मिलित्वा उत्तमरीत्या चिन्तनं कृतवन्तः, किन्तु कथा न समाप्ता. अग्रिमे सप्ताहे इतोपि चिन्तनं करिष्यामः. सर्वेषां धन्यवादाः.